नमस्कारः। अस्माकं पाणिनीयव्याकरणचिन्तनवर्गे सर्वेषां स्वागतम्। अत्र प्रेरणार्थे निच् अजन्तदातवः इति पाठः प्रवृत्तमानः अस्ति। प्रथमं किञ्चित् पुनःस्मरणं कृत्वा वयम् अग्रे सरामः। तत्र अस्माकं मङ्गलवासरस्य वर्गे महोदयस्य एकं प्रश्नम् आसीत्, आर्धधातुकः इत्युक्ते किम् इति। तस्मिन् विषये किञ्चित् चिन्तनं कृत्वा अग्रे सरामः। सरला भगिनि? आं भगिनि, नमस्ते। नमस्ते, स्वागतम्। भवती वदति वा भगिनि, सरला भगिनि, आर्धधातुकः इत्युक्ते किम्? अस्तु, सूत्रम् अस्ति तिंशित् सार्वधातुकम्। अनेन ये प्रत्ययाः सिङ् वर्षित् सति ते सार्वधातुकं भवति, शेष आर्धधातुक। सो तिंशित् विहाय ये प्रत्ययाः सन्ति ते आर्धधातुक सन्ति। अस्माकं प्रत्ययः अस्ति तिङन्तं प्रत्ययः, सिद्धन्तं प्रत्ययः, वा सनादन्त्यं प्रत्ययः, विकरणप्रत्ययः अपि, तद्धितप्रत्ययः इति, किमपि अहं विस्मरामि, सुबन्तं सुबन्तं प्रत्ययः। सो ये प्रत्ययाः धातुभ्यः विधीयते ते भव तेषां या प्रक्रिया आगच्छति ता भवति सार्वधातुक वा आर्धधातुकप्रत्ययः। सो ये प्रत्ययाः तिङ् वर्षित् सन्ति, यदा तिङन्तप्रत्ययः ते सार्वधातुक अपि, केचन कृदन्तप्रत्ययः ये षित् सन्ति लकार शत्र शान च ते सार्वधातुकप्रत्ययाः सन्ति। सुबन्तं तदन्तं ते सर्वे तेषां ते आर्धधातुक ते धातुभ्यः न विधीयते प्रत्ययाः। सो केचन सनाद प्रत्ययाः धातुभ्यः विधीयन्ते, तेषामपि सार्वधातुक वा आर्धधातुक प्रत्यया भवति, प्रक्रिया आगच्छति। कृदन्त यथा वयं निश्चिति दृश्यामः, प्रथमम् आर्धधातुकप्रक्रिया भवति, तदनन्तरं यदि नूतन सनाद्यन्तप्रत्ययः आगच्छति तत्र सार्वधातुकप्रक्रिया आगच्छति। सो तत्र वयं प्रथमे पाठे यत् दृष्टवन्तः तत्र बहु द्वय प्रक्रिया आगच्छति तत्र, अन्य ते सर्वे आर्धधातुकप्रक्रिया सन्ति इति अस्ति। कृदन्त अपि तिङन्तप्रत्यय प्रति लकार अपि प्रत्ययाः सन्ति, किन्तु लकार कथं वयं विभजनं कुर्मः, ये लकाराः तेषां साक्षात् सिंहं प्रत्यय धातो परम् आगच्छति ते भवन्ति, तेषां प्रति सार्वधातुकप्रत्ययः भवति। किन्तु यदि लकार यथा आशीर्लिङ् वा लृट् लृट् यातसि स अनेन ये प्रक्रिया आगच्छति चेत् साक्षात् स्यातसि वा अन्यप्रत्यया तिङन्त विहाय दृश्यन्ति, साक्षात् तिङ्प्रत्यया न दृश्यन्ति ते, तेषां प्रति आर्धधातुक प्रत्यया आगच्छति इति भवति आर्धधातुक वा सार्वधातुक प्रत्ययाः कथं विभजनम् अस्ति। प्रक्रिया सार्वधातुकप्रक्रिया यथा वयं तिङन्त प्रत्यया प्रति दृश्यामः, विवक्षा अस्ति, विवक्षा अनुगुणं धातु स्वीकुर्मः, तद् धातु लकारविवक्षा अनुगुणं लकार स्वीकुर्मः, लकार यदि लट् लोट् वा लङ् विधिलिङ्ग् अस्ति तेषां प्रति साक्षात् तिङ् प्रत्यय आगच्छति तत्र. तदनन्तरं शप् आकार सार्वधातुकप्रत्ययं विकरणप्रत्यय गुण इति कर्तृ शप् आगत्य तत्र विकरणप्रत्ययस्य चिन्तनम् आगच्छति. किन्तु आर्धधातुकप्रत्यय तत्र इडागमस्य विचारः आगच्छति. तत्र विकरणप्रत्यया गुण धातोः गुणस्य विचारं न आगच्छति. समीचीनम्, उत्तमं. तावदेव तत्र अष्टाध्याय्याहं प्रत्ययः प्रक्रिया च इति एकं चित्रमपि अस्ति अस्माकं जालपुटे. तत्र यद् भगिन्या इदानीम् उक्तं तत्सर्वं चित्ररूपेण प्रदर्शितमस्ति. यत् भगिनी उक्तवती प्रत्ययः तत्र प्रातिपदिकात् अपि विधीयते, धातोः अपि विधीयते. प्रातिपदिकात् यत् प्रत्ययः विधीयते तत् स्त्रीतदितप्रत्ययाः. धातोः यद् प्रत्ययः धातुतः यद् प्रत्ययः विधीयते तत् तिङ् वा कृत् वा इति विभजनद्वयम्. अस्माकं चिन्तनम् इदानीं सार्वधातुकः इति यद् तिङ् प्रत्ययस्य सार्वधातुक प्रक्रिया वयं दृष्टवन्तः. अनन्तरम् इदानीं यद् प्रवर्तमानः अस्ति तत्तु आर्धधातुकः. अनन्तरं कृत् प्रत्ययस्यापि विभागद्वयं सार्वधातुकः आर्धधातुकः इति. विकरणप्रत्ययः अपि प्रत्ययः एव, तदपि धातुतः विधीयते. अनन्तरं धातुप्रत्ययः इति द्वादश अस्ति. तत्र एव अस्माकं णिच् प्रत्ययः अपि अन्यतमः इति एव चिन्तनम्. अत्र आर्धधातुकप्रक्रिया यदा प्रचलति तत्र अपि भागत्रयं कित् ङित् इति प्रथमम्, अनन्तरं णित् ङित् इति द्वितीयं. तत्र एव अस्माकं णिच् आगच्छति. अनन्तरं कित् ङित् ङित् णित् भिन्नः इति तृतीयम् इति तत्रापि भागत्रयम् अस्ति. सार्वधातुकः तु वयं जानीमः पित्वा अपित्वा इत्येव तत्र भागद्वयम् अस्ति. तावदेव तत्र अष्टाध्याय्यां प्रत्ययः प्रक्रिया इति चिन्तनम्. इदानीं गतसप्ताहे भगिनी आगतवती किल भगिनी, भव्या भगिनी दृश्यते. अस्तु अस्तु, अस्माकं पुस्तकमस्ति किल अष्टाध्यायी सूत्रपाठः इति, तत्र 1-5 पञ्चविंशति अधिक एकशतं तमे पुटे यद् सूत्राणि वयं यानि सूत्राणि वयं गतसप्ताहे दृष्टवन्तः तत्र एव अस्ति. प्राप्तवन्तः वा? आं भगिनि. आं सम्यक्. तत्र सूत्रसङ्ख्या 36 आमां, सर्वे तत्र सन्ति. सर्वे प्राप्तवन्तः वा? पुटसङ्ख्या भगिनी किम्? 1-5 पञ्चविंशति अधिक एकशतम्. उषा भगिनी पुस्तकम् अस्ति वा? न श्रूयते भगिनि. उषा भगिनी अस्तु. तत्र यद् वयं तत्र सूत्रम् अर्ति ह्री क्ली नूयि श्मायि यातां पुंनौ इति सूत्रं सामान्यसूत्रमस्ति. तस्मात् अग्रे यत्किमपि अस्ति तदेव अस्माकं विशेषसूत्राणि. विशेष अजन्तदातवः इत्यस्मिन् चिन्तने तस्मिन्नेव क्रमे वयं दृष्टवन्तः गतसप्ताहे. किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः. महोदय, सुब्रह्मण्यमहोदय. आम्, तत्र वयं गतसप्ताहे एजन्तदातवः इति दृष्टवन्तः. तत्र पैचोषणे इति धातुः आसीत्, भुवादिगणीयधातुः. तत्र किं कार्यं भवति इति एकवारं वदति वा? दृष्ट्वा अपि वक्तुं शक्नुमः महोदय. प्रथमधातु अस्ति पूर्वम् अस्ति, अत्र एचः अस्ति, अलः अस्ति, प्री व्लीह्रि न्यू चमयां चमया चमया तां पुङ्नौ इति सूत्रेण पुगागमः. अनन्तरं पूर्वम् आदेशे उपदेशे अशिति इति सूत्रेण आकारः भवति. आत्वस्य अनन्तरम् अर्ति ह्लीवरि ग्नियो चमया ताम् इति पुङ्नौ इति सूत्रेण पुगागमः. अधः वायोः वापि इति अनन्तरं वापय पा धातुः प्रथमधातुः पै शोचने इति अस्ति किल. पा धातुः पै इति अधः पापयति. अत्र आदेशोपदेश इति सूत्रेण आत्वं भवति, तस्य परं शोषणे इति साक्षाव्यापां युक् इति जनेन युगागमः नास्ति, युगागमः. अतः पायोः यूयोः इ पायि इति णजन्तरूपं चिङन्तरूपं पाययति इति. अनन्तरं पाणे इति अर्थः भवति चेत् अत्र लुगाकमस्तु तस्य वक्तव्य इति परिभाषा अहं चिन्तयामि. रक्षणार्थे इति अर्थेन रक्षणार्थे लुकागमः यदा भवान् उक्तवान्, पा पाने इत्यर्थे अपि पाययति एव रूपम्. आमामां क्षम्यतां महोदय, अत्रापि लुकागमः पापि पायि पाययति इति रूपं. लुकागमस्तु तस्य प्रत्यते एव रक्षणार्थे लुक् भवति, अतः पालि इति अनन्तरं तिङन्त पदं पालयति इति. तदेव महोदय. आम् आं सम्यक् उक्तं, सम्यक्. तत्र अतः अस्माकं पुस्तके यदा पश्यामः. आं महोदय, दृष्ट्वा एव अहं पश्यामि, नास्ति चिन्ता, अहमपि दृष्ट्वा एव वदामि इदानीम्. अतः तत्र अर्तिह्री इति सूत्रेण पुङ्नौ इति सूत्रेण श्मायि आथां पुङ्नौ इति सूत्रेण सामान्य सूत्रमस्ति, अत्र पुक् आगमः भवति. तद् प्रबाध्य इदानीम् अग्रिमसूत्रमस्ति, तस्मात् युक् आगमः भवति. षा चा सा ह्वा व्या वेपां युक् इति सूत्रेण सप्तत्रिंशत् सूत्रसङ्ख्या इत्यनेन युक् आगमः भवति. अतः तद् आर्डर् मध्ये एव अस्ति सूत्राणि, अतः एव अहं तदेव प्रदर्शितुम् इष्टवती. अस्तु, धन्यवादः महोदय. गीता भगिनी, इदानीं गीता भगिनी वै धातुः स्वीकरोतु भगिनी, तत्र किं भवति इति वदति वा? अहं प्रयत्न करोमि भगिनी, किञ्चित् नूतन दृष्ट्वा वदतु भगिनी, किमपि नास्ति अत्र, दृष्ट्वा वदतु, अहं सहायं करोमि, अवश्यं करोमि. अस्तु, वै शोषणे यदि प्रेरणार्थे णिच् यदि वयं योजयाम वै योगः णिच् अत्र तु प्रथमतया आदेश उपदेशे शिति इत्यनेन इति कार्यं करोति, इत्युक्ते वै वा भवति तस्य सूत्रेण. तदनन्तरं वा योगः इ णिच् णित् भवति अपि त चित् भवति, तस्य लोपः इ प्रतिनिधि भवति. वा योगः इ अधुना अर्तिह्री व्लीरि क्लूयि क्ष्मायातां उग्णौ सूत्रं कार्यं करोति. तत् सूत्रेण पुक् आगमः भवति वा योगः पुक् योगः इ अधुना तदनन्तरं वा योगः पुक् अत्र तु हलन्त्यं कारणेन कित् भवति ऊ अपि अपगच्छति उच्चारणार्थे दत्तम् इति अहं मन्ये पकार एव भवति नूतनधातु आगच्छति वा अपि तदनन्तरं यदि शप् योगः ति अस्ति चेत् शित् भवति अपि च पित् भवति किन्तु तस्य कारणेन गुणकार्यं भवति वापि वापे भवति अधुना यान्तावान्तदेशसन्धेः कारणेन एकारः अय् भवति तदनन्तरं वाप् योगः अय् योगः अ इति शप् विकरणप्रत्ययस्य प्रतिनिधिः अपि च ति लट् लटीरूपं तदनन्तरं वापयति इति निष्पन्नं भवति भगिनि समीचीनम् उत्तमं भगिनि अतः सामान्यकार्यम् अर्तिफ्री इति अनेन वापयति इति रूपम् आगच्छति वै अपि भुवादिगणीयधातुः एव तत्र शोषणे इत्यर्थे अद इदानीं यदा कम्पनार्थे चेत् किं भवति तत्र भवत्याः पार्श्वे पुस्तकम् अस्ति किल पुष्पदीक्षित सूत्रपाठ भगिनि आम् आम् इदानीम् अत्र अष्टत्रिंशत् सूत्रं किम् अस्मिन् एव पुटे 125 इति पे वो विधूनने जुक् तस्य कार्यमेव इदानीं भवति इदानीं वदतु किं भवति इति वै कम्पनार्थे यदि वै समान धातु किन्तु यदि अर्थः भिन्न अस्ति अत्र तु कम्पनार्थे अस्ति चेत् प्रेरणार्थे णिच् प्रथमतया पुनः वै वा भवति आदेश उपदेशे शिति कारणेन अधुना वा योगः इ अत्र अत्र भगिनी ओ अस्तु प्रथमतया तु अर्ति आकार वा योगः इ आकार अस्ति चेत् धातोः अर्ति अर्ति ह्री ब्लीरि क्नुयि क्ष्मा यातां पुगुणौ कार्यं करोति तदनन्तरं पुगागमः भवति किन्तु कम्पनार्थे इति विशेष अर्थ अस्ति चेत् अधुना अधुना विशेष अस्ति चेत् वो विधूनने जुक् आयाति इति सूत्रेण जुक् आगमः भवति पुक् तु नास्ति तदनन्तरं वा योगः जुक् योगः इ पुनः कित् भवति उकार अपि अपगच्छति वाजि इति नूतनधातु भवति वाजी योगः शप् योगः इति पुनः गुणकार्यम् अस्ति वाजि वाजे भवति वाजे अधुना यान्तावान्तादेश सन्धि भवति एकार अय् भवति अकारपरे वा वाजयति इति निष्पन्नं भवति समीचीनम् उत्तमम् उत्तमम् अतः अस्माकं क्रमः यदा सामान्यधातुः अस्ति चेत् अर्ति ह्रि क्लि क्रि क्नुयि श्मायि आतां पुङ्नौ इत्यनेन पुकागमः, अनन्तरं यदा विशेष अर्थः यदा भवती उक्तवती कम्पनार्थे इति विशेष अर्थः अस्ति, अतः वा वो विदूनने जुक् इत्यनेन जुकागमः जुगागमः भवति. भगिनी अहं न बुद्धं भगिनी, किमर्थं जानीमः वो विधूनने जुक् अधुना कार्यं करोति अर्थि व्रीव्रि न करोति? तत्र सामान्य अर्थः, अतः एव अहं पुस्तकम् उद्घाटयतु इति उक्तवती. तत्र क्रमः अस्ति किल अस्माकम् अष्टाध्याय्यां, यदा सामान्य अर्थः अस्ति चेत् पुक् आकारस्य आतां पुङ्नौ, अकारः वा इति आताम् अस्ति किल, अतः पुङ्नौ एव आगच्छति सामान्य अर्थे. परन्तु यदा वयम् अष्टत्रिंशत् तमसूत्रं पश्यामः चेत् तत्र वो विदूनने जुक् इति अस्ति. वो इत्यस्य अर्थः तु कम्पनार्थे इति वयं सूत्र धातुपाठः दृष्ट्वा वयम् अवगन्तुं शक्नुमः. वै इति धातुः, तस्य कम्पनार्थ अर्थः तत्र सूत्रमपि अस्ति वो विदूनने जुक् इति. अतः तत्र अर्तिह्री सूत्रं प्रबाद्य एतत् सूत्रं विशेषरूपेण अत्र आगच्छति. यथा न आगच्छति चेत् सूत्रस्य व्यर्थता भवेत् किल, तादृशं मा भूत्. सर्वत्र यद् पाणिनिना यद्यद् सूत्रं कृतं तस्य सर्वदा उपयोगम् अस्ति एव. तत्र अतः निरवकाशं मा भूत् इति कृत्वा अत्र तस्य उपयोगः. किन्तु वो इति सन्धिकार्यं कृत्वा आगच्छति, पुनः वः अस्ति भगिनि. आं, वः इत्यस्य षष्ठी विभक्ति. कथं जानीमः वः इति कम्पनार्थे इति? तद् धातुपाठः द्रष्टव्यं भगिनी. अर्थः तु धातुपाठे अस्ति, अत्र सूत्र आवलिः एव अष्टाध्याय्याम् अस्ति. पाणिनिमहर्षिः तत्र सूत्रपाठः अपि कृतवान्, धातुपाठः अपि कृतवान्. तत्र धातुपाठे यदा पश्यामः चेत् अस्माकं पुष्पादीक्षितमहोदयस्य एव धातुपाठः अस्ति. तत्र यदा भुवादिगणः गत्वा तत्र वयं यदा पश्यामः चेत् वै इत्युक्ते कम्पनार्थे इति अपि एकः अर्थः, अन्यर्थः तत्र प्राप्यते. तत्र वयम् अवगन्तुं शक्नुमः तादृशम्. तद् सुलभमेव. अहम् एवं मन्ये भगिनि, यत्र वै धातुः आत्मं भवति तदा वा इति भवति खलु, महोदयेन तत्र दत्तम् अस्ति अशिति वै धातोः आत्मं भवति वा इति भवति. अनन्तरं यत्र वा इति भवति तस्मिन् सन्दर्भौ वः इति षष्ट्यन्तं भवति. आम्, तदा अहमपि तद् पूर्वस्मिन् यदा 2017 मध्ये यद् रेकार्डिङ्ग् अस्ति तत्र उक्तवान्, अस्माकं मङ्गलवासरवर्गे नास्ति इति चिन्तयामि. तत् अहमपि नोट् कृतवती, वा इति प्रथमं भवति, अनन्तरमेव वः इति षष्टिविभक्तिरूपं प्राप्नोति इति, आत्वं भूत्वा. तस्मिन् सन्दर्भे एव भवति इत्यपि निर्णेतु. धन्यवादः. भगिनी भव्या, भगिनी कथं वा तस्य षष्टिविभक्ति वः भवति? किमपि अस्ति भगिनि, अहमपि दृष्टवती, सत्यमेव वा इत्यस्य वः इति भवति भगिनि. आम्, आकारान्तानां वर्गे अपि प्रश्नः आगतः, किन्तु महोदय अहं तु तत्र विभक्तिवल्लरी इति किमपि अस्ति खलु तत्र अहं दृष्टवती, आकारान्तानां तु अह इति भवति. अस्तु, वयं तु न पठितवन्तः एतावत् पर्यन्तम् आकारान्त पुल्लिङ्गशब्दः न पठितवन्तः. अस्तु, साधु. वयं केवलं स्त्रीलिङ्गे जानीमः, न तु पुल्लिङ्गे. अस्तु, साधु. पुल्लिङ्गे अपि अस्ति. अस्तु, अतः वो विदूनने जुक् इति दृष्टवन्तः. इदानीम् अग्रे सरामः. अरुणा भगिनी वदति वा ला धातोः किं भवति इति? आं भगिनि, ला धातु अदादिगणे अस्ति. कार्यमेव वदतु भगिनि. ला धातु अदादिगणे अस्ति. प्रथमं विशेषसूत्रः अस्ति ली लोर् लुक् लुक् लुकौ अन्यस्तरस्यां स्नेहविपातने इति सूत्रेण नुक् लास्ट नुक् नुक् नुक् आगम आगच्छति, लुक् आगम आगच्छति. तथा ला योगः निच् ला योगः लुक् योगः निच् ला ला एव लकार एव अवशिष्यति. लालि इति निजन्तधातुः, लालयति इति तिङ्गन्तरूपमस्ति. लुक् अभावे अर्ति ह्रि लि रि नुयि क्षम्य यातां पुङ्नौ इति सूत्रेण पुक् आगम आगच्छति. ला योगः निच् योगः पुक् पकार एव अवशिष्यति. लापि इति नूतनधातुः तिङ्गप्रत्ययोजनेन लापयति इति रूपं भवति. अतः रूपद्वयमस्ति किल? लालयति लापयति, लालयति लापयति इति. तत्र लापयति इत्यस्य अर्थः लभते स्वीकरोति इति एकः अर्थः, स्नेह विपातने इति अन्यार्थः अपि अस्ति. किमर्थम् इत्युक्ते अन्यतरस्यां स्नेहविपातने इति आगच्छति. अतः लालयति लापयति इति रूपद्वयं. ला धातुः यदा भवती उक्तवती अदादिगणीयधातुः अस्ति, तदेव अस्माकम् अग्रिमसूत्रम् अस्ति अस्माकं सूत्रपाठे 39. भगिनि, केन् यु हियर् मी? दिस् इस् उषा. इदानीं यस् भगिनि. आम्, ओ थेङ्क् यु उत्तमम्. अस्तु, अतः ला धातुः रूपद्वयं, लापयति लालयति इति रूपद्वयम् आगच्छति. ली धातोः विषये अग्रे वयं पठिष्यामः. धन्यवादः भगिनि. उषा भगिनि, भवती वदति वा इदानीं किं भवति इति? अस्माकं धातुः अस्ति ञप् इति, ञप इति धातुः. ओके, ञप I can say it in English. अत्र वदतु किमपि. अस्तु भगिनि, वदतु. अर्ति ह्री व्लि अर्ति ह्रि व्लि रि क्नुयि ष्म यातां पुङ्नौ इत्यनेन आकारान्तधातूनां पुक् आगमः. ञप धातुः इत्यनेन सूत्रेण ञप योगः णिच्, सो ञप योगः पुक् योगः णिच्. So, it should become, it should get pukagama, but it is nyapa plus yi, so only ata upadayaha, so why shouldn't the puk come? It's not akaranta dhatu, or any of those dhatus, so nyapa would the only ata upadayaha would come. So by ata upadayaha it will become nyapi. Nyapi, and then this belongs to the mitam. So the mit gana, there is a mit gana inside that. Mit dhatunam swaraha ह्रस्वः भवति निच् प्रत्यये परे. मित् कश्चन अन्तर्गणः, दिस् भुवातिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति. चुरादिगणे न्यपादयः षड् धातवः सन्ति. दिस् अथौ ज्ञापि, सो बिकास् आफ् मितां ह्रस्वः वुड् देन् अप्लै अण्ड् वुड् बिकम् ज्ञपि, अण्ड् ज्ञपि विल् बि द निजन्त धातु, अण्ड् देन् यु आड् द शिप् शप् अण्ड् देन् इट् विल् बिकम् ज्ञपयति, ज्ञपयते, ज्ञपयति, अज्ञपयते. Sorry, Bhagini, I don't know to say it in Sanskrit. नास्ति चिन्ता भगिनि, भवती शृणोति चेत् आगच्छति. वयं सर्वे तादृशमेव संस्कृतेन वक्तुं पठितवन्तः. नास्ति चिन्ता. तत्र भगिनि भवती एव वदतु, तत्र ची इति धातुः अस्ति किल, तत्र किमर्थम् अचोनिति? ची इस् लैक् एण्डिङ्ग् इन् ई. It's achipare, achipare, so achoniti would apply. Anyat kimapi sutra magachati va tatra chi yogah iti sthitav? Chi yogah iti sthitav, what other sutra? Aruna Bhagini vadati va? I can see Bhagini. Chi chayane chispuror nau. Na Bhagini. Satra asmakam samanya sutram ekam asti kila. Oh, sabri, yeah. Oh, I thought it was special. Okay. Chi achoniti, so to get the vriddhis. It should get the vriddhi. Kimattam sarvadhatuka ardhadhatuka yoho atra karyam na karoti? Sarvadhatuka ardhadhatuka yoho is only if achonuniti doesn't work, right? But this is achonuniti because nich pratyaya is coming. So this is ach. It's ending in ach, chi. अस्तु, सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः किमर्थं तत्र नास्ति? इट् केन् इफ् दिस् डसन्ट् अप्लै, रैट् भगिनि? चि चयने सार्वधातुक आर्धधातुकयोः उत्तम मण्डली दिस् डसन्ट् अप्लै, रैट् भगिनि? तादृशं तत् सत्यं, तत् सर्वत्र तादृशमेव भवति, परन्तु वयं तु तत्र प्रूव् करणीयं किल, किमर्थं न आगच्छति, किमर्थम् एतत् सूत्रम् आगच्छति इति निरूपणीयं किल, तदेव. ऐ डोण्ट् नो टु से भगिनि. अरुणा भगिनि वदति वा, गत ह्यस्तनवर्गे एव वयं कृतवन्तः. आक्चुलि इति विशेषसूत्रमस्ति, तदेव न प्रयुज्यते, व्यक्तं भवति, तदेव सार्वधातुक न कार्यं कर्तुं शक्नोति. वदतु भगिनि, सरला भगिनि. अपवादत्वेन, अपवादत्वेन, अपवादत्वेन. सार्वधातुक अर्धधातुकयोः सार्वधातुकप्रक्रियायामपि तस्य कार्यमस्ति, अर्धधातुकप्रक्रियायामपि तस्य कार्यमस्ति. अचोनिति इति सूत्रं नित् प्रत्यये परे एव तस्य कार्यमस्ति. अचः इति यद्यपि वदामः, तत्र इगन्त अङ्गस्य अपि ग्रहणं भवति, परन्तु अचोनिति अत्र कार्यं न करोति चेत् तस्य निरवकाशं भवति इति कृत्वा अपवादत्वेन, तदेव अपवादत्वेन तस्य कार्यं भवति. समीचीनम्. उषा भगिनि पूरयतु भगिनि, तत्र रूपं किम् आगच्छति? अपवादत्वेन अचोनिति वुड् अप्लै. So, chai iti rupam asti, chai yogaha yi, so चै योगः एचो अयवायावः देन् इट् वुड् बिकम् चाय् प्लस् इ चाययति शोध चाययति इस् वाट् चाययति रूपं साधु वा मितां ह्रस्वः भवति न तत्र योजितवती मितां ह्रस्वः इस् इट् अन्तर्गणधातु भगिनि आम् न्यपादयः न्यपादयः मितः इति इत्यस्मिन् गणे अस्ति किल षड् धातवः तत्र चिया इति अपि अस्ति चीयोगः इ ओ ऐ सी ऐ वेण्ट् डौन् ओ छिञ्ज् चयने ओके ओ ऐ डिण्ट् सी देट् ओके चै चायि या चयि सो सो मितां ह्रस्वः वुड् देन् मेक् इट् इन्स्टेड् आफ् चायि देन् निजन्तरूपं the nijanta dhatu the new dhatu would be chai but mitam hrasvaha would make it chai and then you add the shap and then it become like chayayati okay chayayati tampya bagni ek prashna naam vadatu bagni chin ya dhatu asti tat स्वादि गणे अस्ति सेम् समान धातु किन्तु स्वादिगणे अपि अस्ति धातु तत्र तं भिन्नम् अस्ति चिनोति इति यदि तत्र भिन्न अर्थः अस्ति परन्तु चुरादिगणे अपि अस्ति ह्यस्तनवर्गे अपि वयं दृष्टवन्तः चुरादिगणे अपि एक ची इति धातुः अस्ति अवकल्कने इति प्रायः अर्थः इति चिन्तयामि महोदय लिखितवान् सङ्ग्रहणं करोति चिन्यादिगणे आम् भिन्नधातुः ची इति तत्र स्वादिगणे अपि अस्ति आम् यदा भवती उक्तवती सत्यमेव अस्मिन् चुरादिगणे अपि अस्ति अत्र चयति इति भवति स्वार्थे वा एतत्तु प्रेरणार्थे एव किल भगिनि तत्र स्वार्थे स्वार्थे अपि रूपं तादृशमेव भवति परन्तु अस्माकं नेरनिटि इत्यनेन यद् निच् प्रथमम् आगच्छति तस्य सर्वे अत्र प्रेरणार्थे एव परन्तु रूपं समानं भवति एव यदा अहमपि दृष्टवती न्यप् धातुः चुरादिगणे किं रूपम् आगच्छति इत्युक्ते तत्रापि न्यपयति इत्येव रूपम् आगच्छति परन्तु यदा वयं कुर्मः तत्र प्रायः नेरनिटि इत्यनेन यद् निच् प्रथमम् आगच्छति तस्य लोपः भवति किल अस्तु आमां अनन्तरं हेतुमति च इत्यनेन द्वितीय मिच् विधीयते विधीयते सर्वे मितां ह्रस्व यत् उपगणम् अस्ति चुरादिगणे ते उभयपदे सन्ति साधु द्वे निचश्च आम् तत्र निचश्च इति एकं सूत्रं प्रायः अस्मिन् करपत्रे नास्ति इति चिन्तयामि तत्र निचश्च इति सूत्रेण कर्तारम् अभिप्रेति चेत् आत्मनेपदम् इति कारणेन तत्र सर्वदा तत्र रूपद्वयं भवति नित्यनिजन्ताः इत्युक्ते रूपद्वयं भवति एकं तु आत्मनेपदीरूपं अनन्तरं शेषात् कर्त शेषात् परस्मैपदम् इत्यनेन परस्मैपदीरूपमपि प्राप्नोति अनित्यनिजन्ताः चेत् आत्मनेपदीरूपमेव भवति अतः अत्र तु रूपद्वयमेव निचश्च इति सूत्रस्य कारणात् रूपद्वयमेव न्यपादयः मितः अस्तु भगिनि नास्ति चिन्ता षड् धातवः अस्मिन् गणे अस्ति इति अस्तु क्षम्यतां भगिनि पुनः मितां इति कथम् आयाति इति नाम मितां ह्रस्वः इति एकः अन्तर्गणस्य नाम भगिनि सर्वदा वयं वदामः किल मित् इत्युक्ते मकारस्य इत्संज्ञा इति तादृशम् अत्र अर्थः नास्ति अत्र तु अन्तर्गणस्य मित् इति संज्ञा दीयते पाणिनिना तत्र सः भुआदिगणे घटादयो मितः इति एकं गणसूत्रं कृत्वा तत्र चतुश्चत्वारिंशत् धातवः तत्र स्थापितवान्। अनन्तरं न्यपादयः षट् इति क्षम्यतां न्यपादयः मितः इति गणसूत्रेण षट् धातवः चुरादिगणीयधातवः तत्र स्थापितवान्। तादृशं अन्तर्गणः कृत्वा तत्र मित् इति संज्ञा अपि दत्त्वा केचन धातवः स्थापितवान् पाणिनिना। केचन स्थलेषु नित्यं मित् भवति, केचन स्थलेषु तु किं वदामः विकल्पेन भवति। किन्तु मित् मित्ताम् इति षड् धातवः एव न भगिनि, चुरादिगणे षट् धातवः एव, भुआदिगणे चतुश्चत्वारिंशत् धातवः 44। ओ अस्तु अस्तु, धन्यवादः भगिनि, धन्यवादः। अस्तु, अतः अत्र स्मृधातुविषये पश्यामः। सरला भगिनी भवती एव वदति वा स्मृधातुः किं भवति इति? स्मृधातु भवादिगणे घटादयो मृतः इति अन्तर्गणे आगच्छति। स्मृधातु यदि आध्यायनार्थ भवति तत्र मितां ह्रस्व आगत्य तत्र ह्रस्व भवति, यदि स्मृति योग णिच् आगच्छति वृद्धिसन्धि भवति, स्मारी भवति, स्मारी स्मारी आदिदेशकधातु आगत्य तदनन्तरं स्मा शप् आगत्य स्मा एच् ओ वच् एच् ओ स्मारयति इति भवति, तद्भवति सामान्य स्मारयति यदि वयं लोके तस्य प्रयोगं कुर्मः। किन्तु यदि अध्ययनते असि अध्ययनते अस्ति तद् स्मारयति, यदि स्मारि इति भवति तदनन्तरं मित् मितां ह्रस्व आगत्य स्मरि इति भवति, तत् स्मरयति इति आगच्छति रूपं। तत् तथैव दृ धातु अस्ति भयार्थे धरयति इति भवति, तस्य रूपम् अपि अथ द्रि चोञ्जनति वृद्धिः भवति, दारी दार् योग इ दारि तदनन्तरं ह्रस्वां मित्तां ह्रस्व दरि इति भवति, दरि योग शप् योगति भवति धरयति। किन्तु यदि विदारणते अस्ति विदारणते छिन्नति इति भवति अर्थं तत्र भवति धारयति रूपम्। एते भुआदिगणे अस्ति धातु भुआदिगणीय धातुः धातवः अस्तु। अत्र श्रा इति अपि अर्थविशेषे अस्ति, मितः मित् धातवः तत्र श्रा ज्ञा ग्लास् ना इति चत्वारः धातवः अस्ति, तत्र एव महोदयेन योजितवान् किमपि, तद् वयं पठामः। गतसप्ताहे तद् न आसीत्, इदानीमेव योजितवान्। सुब्रह्मण्यमहोदय तत्र पठति वा, तत्र त्रयः ज्ञा धातवः सन्ति इत्यस्मात्? पठामि महोदय। तत्र पूर्वमपि श्रापाके सम्यक् तस्मात् आरभ्य एव पठतु। श्रापाक्ये पाकार्थे अपि भवति, स्वेदार्थने अपि भवति, पाकार्थे मित् स्वेदनार्थने मित् न, अतः श्रपयति भगिनि कुत्र कुत्र अस्माकं करपत्रे तत्र स्मृधातुः तद् सर्वं पूरयित्वा श्रापाके इति अस्ति, मितां ह्रस्वः यद्भागे अस्ति तत्र अग्रे गच्छतु, नूतनभागः योजितवान् किल महोदयः अस्मिन् सप्ताहे एव तदेव पठतु महोदय. अत्र शपयति इत्युक्ते विक्लेपयति, विक्लेदयति मृदुं कारयति, स्थापयति इत्युक्ते स्वेदयति, स्वेदनं कारयति. अत्र मृदं ह्रस्व इति सूत्रेण अपि इकार ह्रस्वः भवति आकारस्य अक् आकारस्य अक्कः भवति, अतः मृदं ह्रस्यति इत्यनेन स्वेदयति इति एकरूपं स्वेदनं कारयति. श्रपयति इति इत्युक्ते अत्र मृदुं क्षम्यतां महोदय, दीर्घत्वमपि भवति एकस्मिन् पक्षे ह्रस्वमपि भवति मृदामुरस इति सूत्रेण. अनन्तरम् उदाहरणं दत्तं श्रायोः निच् श्रा पुक् योः इ श्रापि इति अत्र मृदामुरस इति सूत्रेण ह्रस्वं भवति अतः श्रपि निजन्तरूपं तिङन्तरूपं श्रपयति इति. अत्र पाक्यार्थे मित् अस्ति चेत् श्रपयति, स्वेदनार्थे मित् न भवति अतः श्रापयति, रूपद्वयं. पाकार्थे मित् स्वेदनार्थे मित् नास्ति, अतः यत्र मित् नास्ति अत्र दीर्घत्वं मित् अस्ति चेत् ह्रस्वं भवति. तदेव महोदय, धन्यवादः. त्रयः पठामि वा? आम् आम् आम् एक प्रश्न भगिनि, क्षम्यताम्. अत्र श्रा पाक्ये इति भ्वादिगणे भगिनि, स्वेदनार्थे अपि भ्वादिगणे एव भगिनि. गणपरिवर्तनं न भवतु, गण सर्वे स्मृ अपि एकमेव गण सामान्य स्मारयति अपि च स्मरयति एकम् एव गण अतः आगच्छति न भगिनि? केषाञ्चन आं भगिनि, तत्र श्रापाके इति भुवादिगणे अस्ति, अनन्तरम् एकं श्रापाके इति अदादिगणे अपि अस्ति सम्यक्. तत्तु परन्तु अस्माकं कृते तु भुवादिगणः एव, किन्तु स्वेदनार्थे इति तु दत्तमेव नास्ति अष्टाध्यायी. अहं न अन्वेषणं शक्नोमि भगिनि, प्रायः अन्यस्मिन् अर्थे प्रायः भवेत् स्वेदनार्थे. भुवादिगणे मारणदोषण निसाम्नेतु, क्रियादिगणे अवबोधने, चुरादिगणे योगे, ज्ञामारणदोषण निसामनेषु, प्रेरणार्थे क्रियादिगणः ज्ञा धातुः च चुरादिगणः ज्ञा धातुः, विकल्पेण मारणदोषण निसामनेषु मणाम् इति येषु त्रिषु अर्थेषु भवतः, येषु च अर्थेषु मिदां ह्रस्वः इत्यनेन ह्रस्वत्वं, मारणम् इत्यनेन हिंसा, दोषण इत्यनेन सन्तुष्टि, निशामनम् इत्यनेन चक्षुष्ञानं ज्ञानं, येषु अर्थेषु मिदां ह्रस्वः इत्यनेन ह्रस्वत्वम् अन्यत्र दीर्घत्वं, दुर्जनं संज्ञापयति इत्यनेन दुर्जनं मारयति, हरिं ज्ञपयति इति इत्यनेन हरिं सन्तोषयति, रूपं ज्ञपयति इत्यनेन दर्शयति बोधयति, किन्तु सूचनां ददाति इति चेत् ज्ञापयति इति रूपं दीर्घत्वं भवति. ज्ञामारणदोषणनिशाम्नेषु इति सूत्रेण अत्र क्रियादिगणे ज्ञा, अनन्तरं चुरादिगणे ज्ञा, अत्र विकल्पेन मारणदोषणमाणम् इति सूत्रेषु त्रिषु अर्थेषु अत्र भवति. एकस्मिन् पक्षे मृदां ह्रस्वः कार्यं करोति चेत् अत्र ह्रस्वत्वं भवति, नास्ति चेत् दीर्घत्वम् अन्यत्र मारणम् इत्युक्ते अत्र हिंसा दोषणम् इत्युक्ते सन्तुष्टः भवति निशामनम् इत्युक्ते दर्शनत्वेन ज्ञानं भवति इति इत्यर्थः दर्शनेन ज्ञानम् इति तदेव महोदय उदाहरणं ज्ञायोः निच् ज्ञायोः पुक् योः इ ज्ञापि इति इदं ह्रस्व इत्यनेन ह्रस्वत्वं भूत्वा ज्ञपि अतः तिङन्तरूपं ज्ञपेति इति तदेव ग्ला निच् ग्ला पुक् इ अपि मृदां रस इत्यनेन रसत्वं ग्लप् ग्लपि अनन्तरं ग्लपेति इति स्ना योः निच् स्ना पुक् इ स्नापि इति मृदां रस इत्यनेन स्नपि स्नपयति इति ग्ला स्ना वनु वामां च इति गणसूत्रेण उपसर्गरहिते विकल्पेन मितः भवति अतः एकवारं मिदां ह्रस्वः इत्यनेन ह्रस्वत्वम् एकवारं ह्रस्वं न भवति इति कृत्वा उपसर्गरहित्य एकस्य धातोः रूपद्वयं भवति द्वयं ग्लपयति ग्लापयति स्नपयति स्नापयति वनयति वाणयति वमयति वामयति शोपसर्गः स उपसर्गः इति चेत् नित्यं मित्वम् इति कृत्वा मिदां ह्रस्व इत्यनेन नित्यं ह्रस्वत्वं यत्र उपसर्गपूर्वः सहित धातुः अस्ति चेत् अत्र मिदां ह्रस्व कार्यं भवति नित्यम् अतः ह्रस्वत्वं भवति अन्यत्र उपसर्गपूर्वम् इति नित्यं नित्यम् अन्यत्र ह्रस्वं नास्ति दीर्घत्वमस्ति सम्यक् अस्ति महोदय समीचीनमेव तत्र ग्लपयति इति तत्रापि मितां ह्रस्वः भवति एव परन्तु यदा उपसर्गः अस्ति चेत् तत्र नित्यं भवति स उपसर्गः इति चेत् नित्यं मित्वं मितां ह्रस्वः इत्यनेन नित्यं ह्रस्वत्वं परन्तु यदा उपसर्गः नास्ति चेत् तत्र रूपद्वयं ग्लापयति ग्लपयति स्नापयति स्नपयति इति रूपद्वयं भवति गीता भगिनी अहं दृष्ट्वा वदामि भगिनि इदानीं पुस्तके पश्यामि परन्तु कुत्र अस्ति श्रा इति दृष्ट्वा वदामि भगिनि भवेत् एव तत्र तु भिन्न अर्थे प्रायः तत्र किमपि संज्ञा किमपि वा अस्ति वा इति द्रष्टव्यं भगिनि क्षम्यताम् एकम् अन्य सन्देहः भगिनि अत्र तु उदाहरणे ग्लायोगणिच् अपि च स्नायोगणिच् इति दत्तं किन्तु प्रथमतया तु ग्लै स्नै इति धातुरूपम् अस्ति न भगिनि तदनन्तरं ग्लै ग्ला भवति स्नै स्ना भवति इति सत्यं आत्वम् आत्वम् आत्वं प्रथमतया आत्वम् आगच्छति परन्तु कुत्र ग्लै इति पश्यति भवती ग्ला अष्टाध्यायी डाट् ओ पुस्तके वा ग्ला इति तु अहं न पश्यामि किन्तु ग्लै दत्तम् अपि च स्नै दत्तं स्ना परन्तु तदेव स्नै एव स्ना इति भवति वा तत्र तत्तु स्ना इति एकम् अस्ति भगिनि अदादिगणे किन्तु आत्वमागच्छति अदादिगणे अपि मितां भवति भगिनि न अदादिगणविषये तु मितां न भवति किल तत्र घटादयो मितः इति भुवादिगणीयचतुर्चत्वारिंशत् धातवः अनन्तरं चुरादिगणस्य न्यपादयः षट् इवेव तस्मिन् गणे अस्ति किल अदादिगणे न भवति एकं स्ना दत्तम् अष्टाध्यायी डाट् काम् किन्तु अदादिगणे तद् यदा भगिनी इदानीम् उक्तवती तत्र एव आत्वं भूत्वा स्ना इति भवति किल न न सम्यक् एव सम्यक् एव ग्लै एव ग्ला भवति स्ना स्नै एव स्ना भवति तत्र आत्वं भूत्वा स्नापयति ग्लापयति इति रूपम् अनन्तरं यदा मितां ह्रस्वः इत्यस्य प्रसक्तिः अस्ति चेत् ग्लपयति स्नपयति इति रूपम् अत्र अत्र स्ना इति स्नानार्थे यत् अस्ति भगिनि तस्यपि समानं रूपम् अस्ति खलु शौच इति अस्ति आम् सर्वत्र तु निच् विधीयते किल भगिनि हेतुमति स्नापयति एव भवति वदतु भगिनि क्षम्यतां तर्हि स्ना इति यत्र स्नानार्थे अस्ति स्नाति इति तस्य स्नापयति इति भवति स्नपयति इति न भवति स्नापयति इति एव रूपम् आगच्छति तत्र यत्र स्नै अस्ति तस्यैव स्नपयति इति भवति किम् स्नै स्ना भवति हेतुमति च णिच् तत्र किमर्थं भगिनि मितां ह्रस्वः इत्यस्य प्रसक्तिः तत्र तत्तु मित् नास्ति किल भगिनि चिन्तनं सम्यक् वा मामापि न स्नै इति भुवादिगणस्य एव धातुः तत्र मित् मिदा तत्र भवितुमर्हति खलु अन्येन भवति स्ना इति अदादिगणस्य तु मित् संज्ञा न भवति मित् संज्ञा न भवति तत्र स्नापयति इत्येव रूपं साधु किल आं भगिनि आं भगिनि शौचे इति अर्थे अस्ति वा द्वयो स्नानार्थे इत्युक्ते शौचे अर्थः समानः अस्ति चेत् नै इति वेष्टने इति दत्तं वेष्टने इति अस्ति वेष्टने इति अर्थे अस्ति वेष्टने इत्युक्ते किम् स्नायति इति रूपम् आगच्छति लट्लकारे भगिनि स्नै वेष्टने स्नपयति इत्युक्ते वेष्टने एन्क्लोस् बेण्ड् किमस्ति एन्क्लोसिङ्ग् सरौण्डिङ्ग् इति अर्थे वेष्टने स्नपयति स्नैयति आम् स्नपयति इति आम् आम् अपि च स्नापयति तत्तु स्नानं करोति इति ओ अस्तु अस्तु कारयति स्नापयति माता शिशुं स्नापयति स्ना शौचे अदादिगणे अस्ति अस्तु अपि च ग्लापयति ग्लापयति इत्युक्ते अपि च ग्लापयति अर्थः किं भेदः कः हर्षक्षये इति दत्तमस्ति हर्षः इत्युक्ते टु मेक् हापि किल अपि च ग्लपयति चिन्तयामि समानार्थ यत्र न दत्तमस्ति समानार्थः यत्र दत्तमस्ति भिन्नार्थः मितां ह्रस्व अति हर्षं जनयति इति अर्थे ग्लपयति इति अर्थे किल विदूषकः ग्लपयति किल सम्यक् वा भगिनि भव्या भगिनि क्षम्यतां मीटिङ्ग् मध्ये अस्ति वयं सर्वे भाषावर्गं चालयति किल भगिनि, अतः एव अस्माकं चिन्तनं तस्मिन् एव तत्र गच्छति, सूत्रं त्यक्त्वा अस्माकं चिन्तनं तत्र गच्छति. लक्ष्मी भगिनि, लक्ष्मी भगिनि, अत्र दीयते करपत्रे रूपद्वयमस्ति ग्लादातोः, अत्र दीयते, दर्शयतु दर्शयतु, ग्लपयति ग्लपयति, द्वे रूपे अस्ति इति वदति. अस्तु अस्तु, प्रश्नः अस्ति वा गीता भगिनी? क्षम्यतां भगिनी, बहु अहं किञ्चित् न जानाति जानामि. अमितां ह्रस्व इति विवक् किं आप्शनल् अस्ति भगिनि, क्षम्यताम्. मित् गणे अस्ति चेत्, मित् इत्यस्य मित् इति संज्ञा, तस्मिन् गणे अस्ति चेत् नित्यं भवति एव. यदा प्रेरणार्थे निच् भवति चेत् तत्र मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति एव. परन्तु यत्र यत्र उपसर्गः योजयामः चेत् तत्र नित्यं भवति, नित्यं मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. यदि नित्यं भवति तदनन्तरं ग्लापयति इति किमर्थम् आयाति? तत्र तत्र तस्मिन् यदा तत्र प्रायः यदा अहं चिन्तयामि तत्र अर्थविशेषः अपि भवति, यत्र सामान्य अर्थः अपि भवति, तत्र तस्मिन् अर्थे रूपद्वयं यदा वयं पूर्वं दृष्टवन्तः किल, लुक् युक् कुत्रापि, तत्र तादृशस्थलेषु ग्लपयति ग्लापयति इति रूपद्वयं भवति. अनन्तरं यदा उपसर्गः योजयामः चेत् तत्र नित्यं ह्रस्वत्वं भवति एव, तत्र आप्शन् आप्शन् एव नास्ति. धन्यवादः भगिनि, क्षम्यतां. आं वदतु भगिनि, उपसर्ग विषय कुत्र अस्ति करपत्रे? अहं न पश्यामि. अत्र एव ग्लास् ना वनु वमां च इति गणसूत्रेण उपसर्ग रहित्ये विकल्पेन मितः भवन्ति, विकल्पेन यत्र उपसर्गः नास्ति चेत् विकल्पेन, उपसर्गः अस्ति चेत् नित्यं भवति. तत्र एव नूतनतया योजितवान् इति चिन्तयामि, तत्र किञ्च लघु परिच्छेदः. अस्तु अग्रे सरामः. ओंकारान्त आम् भगिनि, इकारान्तदातवः, तत्र इदानीम् इकारान्तदातवः विषये पुटसङ्ख्या अस्माकं पुस्तके तत्रापि तादृशश्रेणीकरणम् अस्ति, 101 एक अधिक एकशतम् आत्वप्रकरणम् इति अस्ति. तत्र प्रथमसूत्रमस्ति आदेश उपदेशेशिति इति, तत्र एव तदेव अस्माकं सामान्यसूत्रमस्ति आत्वप्रकरणम् इत्यस्य उपदेशावस्थायाम् इति स्वीकरणीयं तस्मात् सूत्रात्. अतः अग्रिमपुटे अष्टचत्वारिंशत् किल, आम् अष्टचत्वारिंशत् एव, क्रीं जीनां नौ इति, तदेव अस्माकं विशेषसूत्रमस्ति. आमाम् अस्तु, पुष्पा भगिनी वदति वा क्री इति धातुः किं भवति इति, प्रक्रिया अस्ति अत्रैव. अस्तु भगिनि, एकनिमिष, क्री न पठामि, न सामान्यावस्था केवलं केवलं वदतु भगिनि किं भवति इति, सामान्यव्यवस्था अचोणिति सूत्रं केवलं प्रक्रिया वदतु किं भवति इति, क्रीडातुः क्रीधातुः क्रियादिगणे अस्तु क्रीधातुः क्रियोगः णेच् अचोणिति इत्यनेन वृद्धिः क्रै इति आगच्छति. क्रैयोगः इ क्रीञ्जीनां नौ इत्यनेन एचः स्थाने आ आदेशः तदेव क्रै तदपि अस्ति न तदैव ग्लै ग्लै इदानीं प्रश्नमाद आगच्छति न तथैव एतदपि ग्ला आत्वम् आगच्छति. योगः हि अर्तिह्रीलीक्ष्मा यातां पुङ्नौ इत्यनेन पुक् आगमः. क्रा योगः पुक् योगः इ क्रापि इति निजन्तधातुः क्रापयति इति आगच्छति. कोऽपि नास्ति अत्र तावदेव तत्र उत्तमं भगिनि. तत्र क्री जी ई इति धातोः विषये क्रीञ्जीनां नौ इति सूत्रेण आत्वम् आगच्छति. तत्र एव तस्मिन्नेव क्रमे एकपञ्चाशत् विभाषा लीयते इत्येव अस्माकम् अग्रिमसूत्रम् आगच्छति ली धातोः विषये. उषा भगिनी वदति वा? उषा भगिनी अस्ति वा? पूर्वे लीलो अस्ति भगिनि, लीलो. आम् आम् आम् तद् वयं कृतवन्तः किल. आम् तद् पूर्वं तत्र ला धातोः विषये ली अपि दृष्टवन्तः. अस्ति वा भगिनि उषा भगिनि? अस्तु सरला भगिनी भवती एव वदतु भगिनि किं भवती अत्र अस्ति. अस्तु ली अस्ति द्वादिगणे अस्ति सो लयति द्वादिगणे लीयते त्र्यादिगणे लिनाति प्रेणार्थे लीनयति लापयति. सूत्रं वयं जानीमः लीलोन् नत्यरसां स्नेहविपातने निचि परे स्नेहविपातने विकल्पने ली धातुर्लुक् ला धातुर्लुक् तभावे पुक् स्नेह नाम तैलं घृत विपातनं नाम टु मेल्ट् टु डिसॉल्व. अनुवृत्तिसहितसूत्रमिति स्नेहविपातने लीलो अङ्गस्य नुक् लुकौ रौ अन्यतरसाम् इति ली धातु इति भ्वादिगणे अस्ति. यदि विपातने स्नेहविपातने अर्थम् आगच्छति तत्र निष्परे अस्ति चेत् तत्र लुक् आगमः भवति. लो धातु अस्ति चेत् तत्र लुक् आगमः भवति. किन्तु यदि अभावः अस्ति विपातन अभावः अस्ति तत्र पुक् आगमः भवति सामान्यसूत्रम् आगत्य. सो ली इति लिच् भवति तत्र नुक् आगमः भूत्वा ककारस्य लोपः भवति ओकारस्य लोपः भवति न अवशिष्यते. चित् अस्ति अतः धातोः द्वारा आगच्छति इति भवति रूपं लीनयति इति भवति लीनि. तदनन्तरं शप् भवति इति लीने लीनयति इति भवति. यदि भावः अस्ति तस्य विभाषा लीयते इति एकं सूत्रमस्ति पठामि. लि ली इति भाति ली लिङ् इति धातोः विकल्पेन आकारादेशो भवति. एच् विषयः एचः विषये ल्यपि परे च लियते इति यत् प्रत्यययुक्तं रूपं न तु श्यन् प्रत्यययुक्तम् इत्यस्मात् क्रियादिगणीय अपि च द्वादिगणीय द्वयोः अपि धातोः ग्रहणम्. पूर्वतने सूत्रे एचः इत्यस्य एचः विषये इत्यर्थम् अस्ति इत्यस्मात् अस्मिन् सूत्रे अपि तथा विभाषा प्रथमान्तं लीयते षष्ठ्यमन्तं द्विपदं सूत्रम् आदेशे उपदेशयिष्यति इत्यस्मात् आत् एच इत्यनयो अनुवृत्ति मिनाति मिनोति दीङ्गां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं द्विभाषा लीयते आत् एच ल्यपि यदि ली लिङ् द्वे धातोः तेषाम् आकारादेशो भवति एच विषयलपि तये एच कथम् आदेशे उपदेशे इति प्रथमं ली वा लिङ् अस्ति तस्य निच् यदि आगच्छति चोञ्जनति इति सूत्रेण लै भवति तत्र ऐच् इति आगच्छति अन्ततो गत्वा सो लैच् इति अन्तिमस्वर अस्ति तत्र यदि सो एच् एच् प्रत्याहारे अस्ति लै ऐ तत्र इदानीं विभाषा लियते इति अनेन सूत्रेण आस् आगमः भवति लै ला भवति इति तदनन्तरं समानसूत्रम् एतत् न केवलम् एच् परे अस्ति वल्यपि यदि लबन्त रूपं परे अस्ति तस्य तत्र अपि आत्मं भवति तत्र सो इति भवति ली लिङ् द्वे धातोः परः एच् अस्ति ली लिङ् धातो एच् भूत्वा सोरि ली लिङ् इति धातोः एच् पर अस्ति वा लपि परे तत्र आत्वं भवति आत्वं आत् भवति उदाहरणं वयं पश्यामः ली योग निच् अचोन्यनति इत्यनेन वृद्धि लै लै योग ईकार विजन्त अनुबन्धलोपानन्तर ई भवति विभाषा लियते इत्यनेन एचः स्थाने आ आदेशः भवति सो ला भवति योग ई ला योग पुक् अति ह्री व्लि रि क्मि शम्यासां पुङ् इति सूत्रेण सो ला पुक् योग ई ला योग ई लापि रिजन्त धातु लापयति भवति सो विभाषा इट् मीन्स् विकल्पेन सो एक रूपमस्ति लापयति अन्यं रूपं किं भवति वयं पूर्वं दृष्टवन्तः ली लीनो अस्ति तु यदि ली अस्ति तु तत्र नुक् आगमः भवति एकं रूपं भवति नुक् आगमः सो लीनयति वयं दृष्टवन्तः पूर्वं नुक् भावे आदेशं भावे अचोन्यति भवति तदा एचोवयाय इत्यन्यान् आदेशः भवति तृतीयरूपं भवति ली योग रिच् तत्र रिच् पुनः वृद्धिसन्धि भूत्वा अचोन्यनतीरणे लै योग ई भवति इदानीं लै योग ई अत्र एचोवयाय सूत्रम् आगच्छति सो लाय इति भवति लाय लाय योग ई लायि इति भवति सो लाययति इति आगच्छति तत्र रूपत्रयं लीनयति लापयति लाययति इति रूपत्रयं समीचीनम् तत्र नुक् आगमः यदा भवति ली योगः णिच् तत्र अस्माकम् आदेश उपदेशे शिति इत्यस्य प्रसक्तिः अस्ति वा भगिनि अहं चिन्तयामि नै नो ली रिच् लै भवति लुक् प्रथमम् आगच्छति सो तत्र आदेश उपदेशे शिति न आगच्छति परन्तु लुक् इकारस्य पूर्वम् अस्ति तस्य प्रसक्तिः न भवति समीचीनम् आद्यन्तौ टकितौ इत्यनेन नुक् आगमः धातोः अनन्तरम् आगच्छति ली योगः नुक् योगः ई इदानीं तु निच् साक्षात् परे नास्ति इति कृत्वा तत्र आदेश उपदेशे शिति इत्यस्य तत्र आदेशे उपदेशे शिति तस्य प्रसक्तिः नास्ति अपि अचोन्यनति अपि कार्यं न करोति कारणं किं भवति तत्र आम् तत्र न आगच्छति, लीनयति लापयति, तस्य अर्थं भवति विपातने घृतं, विपातने स्नेह, विपातने स्नेहविपातने अत्र यदि लापयति अस्ति तत्र अर्थं किम् अस्ति अहं न जानामि, अहमपि न जानामि भगिनि, लापयति लाययति तस्य अर्थम् अहं चिन्तयामि भिन्नं भवति, परन्तु एकमर्थं तु स्नेहविपातने इति भवेत् एव, किमर्थम् इत्युक्ते अन्यतरस्याम् इति अस्ति, अतः तत्रापि लीनयति लापयति इति, लापयति इत्यस्यापि स्नेहविपातने इति एकः अर्थः भवेत् एव किल, अतः तत् सम्यक् अस्तु, अतः अद्यतनपाठ प्रति गच्छामः, ची धातुः आरभ्य, अस्तु गीता भगिनी पठति वा, धातुद्वयमेव कृतवन्तः गतसप्ताहे, अस्मिन् सप्ताहे ची वि इति, अतः शीघ्रं पठामः, अस्तु भगिनी पठतु भगिनि गीता भगिनी, चि धातुः चि चयने स्वादिगणे लटि चिनोति चिनुते चिस्फुरोर्णौ विकल्पेन चि स्फुर् इति धातोः एचः स्थाने आ आदेशो भवति णौ, णौ इति अनुबन्धरहितत्वेन णिचि णिङि च भवति, चिश्च स्फुर् च तयोरितरेतरद्वन्द्वः चिस्फुरौ तयोः चिस्फुरोः, चिस्फुरो फुरोः षष्ट्यन्तं, णोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्, आदेच उपदेशे शिति इत्यस्मात् आत् अचः इत्यनयोः अनुवृत्तिः, विभाषा लीयते हे इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं, विभाषा चिस्फुरोः एचः आत् णौ, तत्र प्रथम उदाहरणं पठित्वा वदतु भगिनि किम् अवगतवती इति, आ आदेशे चि योगः णिच् अचो णिति सूत्रेण चै योगः इ चिस्फुरोणौ चिस्फुरोर्णौ इत्यनेन ऐ स्थाने आ आगच्छति, अधुना च योगः इ अर्ति ह्री व्लीरीक्नुयीक्ष्मायातां पुग्णौ इत्यनेन पुगागमः, चाप् योगः इ चापि इति ऋजन्तधातुः चापयति आगच्छति, अग्रिम पठामि भगिनि, न इदानीं वदतु भगिनि सूत्रस्य अर्थः किम् इति, चिस्फुरोर्णौ इत्यनेन ऐकार आ आगच्छति इत्युक्ते आत्वं पुनः आत्वम् आयाति, किन्तु अन्यसूत्रेण आयाति अत्र तु, चिस्फुरोर्णौ इत्यनेन आयाति, विशेषसूत्रम् अस्ति चेत् चि धातोः प्रसङ्गे एतस्य सूत्रस्य एव कार्यं करणीयम् इति अतः उदाहरणे किं भवति कुत्र भवति इति वदतु, उदाहरणे चि योगः णिच् प्रथमतया अचोणिति कारणेन वृद्धि भवति चि चि इति ह्रस्व वृद्धि भवति चेत् चै आगच्छति णिच् पुनः इ इति प्रतिनिधि चै योगः इ अधुना विशेषसूत्र चिस्फुरोर्णौ कार्यं करोति इति सूत्रेण चै चा भवति अधुना चा योगः इ अधुना अर्ति ह्रि व्लि रि ग्नुयि क्ष्मायातां पुगुणौ कार्यं करोति पकार आगच्छति चा चाप् भवति अधुना चापि आयाति चापि तदनन्तरं णिजन्तधातु चापयति इति आयाति भगिनि समीचीनम् अतः तदेव क्रमः अस्ति यदा वयं विभाषा लीयते दृष्टवन्तः अनन्तरम् एव चिस्फुरोर्णौ इति सूत्रम् अस्ति अत्र चि स्फुर् द्वयोः धातोः एव सूत्रं दत्तम् आम् चि स्फुर् इत्येव धातोः एतः स्थाने आदेशः भवति धन्यवादः भगिनि अरुणा भगिनी पठति वा आं भगिनि श्रूयते वा आम् आम् आदेश अभावे किं भवति इति पठतु आदेश अभावे चि योगः निच् अचूर्णि निन्नति इति सूत्रेण बुद्धिः भवति चै योगः इति तदनन्तरं यचो अयवयवः सूत्रेण आय् आदेशः चाय् इ चाय् इति निजन्तधातुः चाययति इति तिङन्तरूपमस्ति अतः अत्र चिस्पुरोर्णौ इत्यस्य कार्यं नास्ति आत्वं नास्ति अतः रूपद्वयं चापयति चाययति इति रूपद्वयम् अग्रे अपि पठतु भगिनि चिचुरादिगणे नान्ये मितौ अहेतौ इति सूत्रेण मित् अतः मितां ह्रस्वः इत्यनेन उपधायां स्वरः ह्रस्वः भवति अन्ये चुरादिगणे चि धातु चुरादिगणे अपि आगच्छति अत्र सूत्रं नान्ये मितौ अहेतौ इति सूत्रेण मित् अतः मितां ह्रस्व आदेश अनन्तरं हर्ष आकार हर्ष भवति चि योगः निच् प्रथमम् अचोनिन् इति सूत्रेण वृद्धि चै योगः हि चिष्पुरोर्णौ इत्यनेन आदेशः भवति अप्सिः ह्रीव्लि ह्रि नुयि क्षमायातां पुग्नौ इत्यनेन पुगागम चापि मितां ह्रस्वेन चपि चपयति ततः आदेश अभावे केवलं बुद्धिः भवति तदनन्तरं यचोयावः सूत्रेण चाय इति चायि मितां ह्रस्वः चयि चययति ततः द्वे रूपे अस्ति चपयति चययति इति आदेश विषये चपयति आदेश अभावे चाययति इति रूपं निष्पन्नं भवति परन्तु यत् ची धातुः दत्तमस्ति अत्र प्रथमं तु स्वादिगणीयधातुः अस्ति तत्र रूपद्वयं चाययति चापयति इति द्वितीयं यद् चुरादिगणीयधातुः अस्ति तत्र अपि प्रथमं निच् स्वार्थे भवति अनन्तरं प्रेरणार्थे स्वार्थे यद्भवति नेरनिटि इति सूत्रेण तस्य लोपः अनन्तरमेव प्रेरणार्थे णिच् विधीयते तदपि मनसि भवेत् यद्यपि तत्र प्रक्रिया न प्रदर्शितमस्ति तथापि तत्र चुरादिगणीयधातुः इति कृत्वा तत्र णिच् द्विवारं तत्र विधीयते अनन्तरं न अन्ये मितौ हेतौ मित्तः अस्ति एतत् सूत्रमपि मित्तः इति गणे अस्ति परन्तु न हेतौ अहेतौ इति दत्त्वा इति कारणेन तद् चुरादिगणीयधातुः अतः णित् द्विवारं वदति क्षम्यताम् आगच्छति विधीयते इति तावदेव तत्र चीधातुः चीधातुः यदा चुरादिगणे पश्यामः चेदपि तत्रापि अस्मिन् सूत्रस्य प्रसक्तिः तत्रापि अस्ति. चीस्पुरोर्णौ इति सूत्रस्य प्रसक्तिः चुरादिगणे अपि अस्ति. तत्रापि चपयति चययति चयति इति रूपत्रयम् आगच्छति. अतः अत्रापि अत्र केवलं प्रेरणार्थे चपयति चययति इति रूपद्वयम्. अतः तत्रापि एतादृशरूपः एव अस्तु. उषा भगिनी आगतवती वा, पठति वा वी धातुः? केन् यु हियर् मी भगिनी? आम् आम् आं भगिनि, पठतु भगिनि. वि धातुः वि गति व्याप्ति प्रजन कान्त् कान्त्य कान्त्यसन खाद खादनेषु अतादिगणे. वि गति व्याप्ति प्रजन कान्त्यसना सनकादनेषु सनकादनेषु अदादिगणे. लट् लकारे लकारे वेति लट् लकारे वेति. ओके. अर्थः गच्छति जन्यते च गच्छति जन्यते च. निचि अनेके अर्थाः, तेषु एकः अर्थः प्रजनयति प्रजने दीयते इत्यनेन प्रजनार्थे आ आदेशः आ आदेशः विकल्पेन भवति णिच् प्रत्यये परे. तदा अर्ति ह्रि व्ली क्रि न्यूयि क्ष्मा यातां पुं नौ इत्यनेन पुक् आगमः. प्रजनने वीयते प्रजनार्थे विकल्पेन वी धातोः एचः स्थाने आकार आदेशो भवति नौ परे. प्रजने सप्तमीयन्तं वीयते षष्ट्यन्तं द्विपदमितं सूत्रम्. आदे च उपदेशे आशिति इत्यस्मात् आत् एच एच् इत्यनयोः अनुवृत्ति. चिस्पुरोर्णौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः. विभाषा लीयते इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं प्रजने विभाषा लीयते वीयते प्रजने विभाषा वीयते एचः आत् नौ. भवती अपि तत्र उदाहरणं पठित्वा सूत्रस्य अर्थः वदतु भगिनि, तत्र सुलभं भवति. ओके ओके. यद्यपि बट् लेट् मी कण्टिन्यू, ऐ हाव् टु कण्टिन्यू दट् रैट् भगिनि. ओके. यद्यपि वि धातुः अपि अन्ये विशेषाः इकारान्ताः धातवः इव एजन्तः नास्ति. यद्यपि वि धातुः अपि अन्ये विशेषाः इकारान्तः धातवः इव एजन्तः नास्ति. तथापि प्रक्रियायां वृद्ध्यादेशेन एच् आयाति. निचि परे अचोञ्जिति इत्यनेन वृद्धिः. यथा वि योगः णिच् अचोञ्जिति इति सूत्रेण इत्यनेन वृद्धिः. वै योगः ईकारान्ताः वि धातुः एजन्तः जातः एजन्तः वै बिकास् इट् इस् ओके. प्रजनने वीयते इत्यनेन प्रजनार्थे आकार आदेशः इत्यनेन वा वा रूपं सिद्ध्यति. वा योगः ई अर्थि ह्रि व्लि क्रि अर्थि ह्रि व्लि रि क्नुयि श्मायातां पुं नौ इति सूत्रेण वा योगः पुक् प्लस् वा योगः पुक् योगः ई वापि इति निजन्तधातुः. ओके. देन् वापयति इति लट् वि वि धातुः वि योगः णिच् अचोञ्निति इति सूत्रेण वृद्धि भवति वै इति रूपं. वै योगः ई वै केम् फ्रम् धातु वि. सो वि धातु बिकास् इट् इस् वै इट् इस् एजन्त एजन्तजातः नौ. प्रजने वीयते प्रजने वीयते इत्यनेन प्रजनार्थे आकार आदेशः भवति. इट् इस् अण्डर् दट् आते च उपदेशे अशिति. सो दट् कम्स् इस् अनुवृत्ति एण्ड् वा योगः इ अर्थिह्रीव्ली दट् सूत्र बिकास् आफ़् दट् देन् वि गेट् अ पुक् आगम. वा योगः पुक् योगः इ वापि रूपं निजन्तधातुरूपम् अण्ड् देन् ऐ आड् शप् अण्ड् देन् इट् बिकम् वापयति वापि वापि प्लस् शप् देन् अ प्लस् अ. सो वापि वुड् बि वापे प्लस् अ प्लस् अ प्लस् टि. सो वापे प्लस् अ एचो ऐ वायावः अण्ड् देन् वापयति. प्रजानार्थे विकल्पेन अतः अपि अत्रापि विकल्पेन एव रूपं भवति. प्रजने वीयते इति सूत्रेण यदा प्रजनार्थे अस्ति चेत् विकल्पेन वी धातोः आत्वं भवति. एचः स्थाने आत्वं वी इत्यनेन तत्र तु एच् नास्ति, परन्तु अस्माकम् अचोनिति इत्यनेन प्रथमं वृद्धिः भूत्वा एच् आगच्छति, अनन्तरम् आत्वम् आगच्छति. एजन्तः स्थाने आत्वं. पठतु भगिनि तत्र. प्रजनार्थे आत्व अभावे वियोगः णिच् अचोञ्निति इत्यनेन वृद्धिः, वैयोगः इ एचो अयवायावः, ऐ मीन् वेन् वि डोण्ट् अप्लै द प्रजने वीयते, वाय् वाय्योगः इ वायि रूपं वाययति इति लटि रूपम्. समीचीनं. वापयति प्रजनार्थे. प्रजनार्थे तत्र एव विकल्पेन इति दत्तमस्ति, अतः प्रजनार्थे एव अस्ति, परन्तु आत्व अभावे द्वितीयरूपं वाययति इति. यदा प्रजनार्थे एव नास्ति चेत् तृतीयरूपं. तदपि पठतु भगिनि. ओके ओके. प्रजनार्थे नास्ति चेत् वियोगः णिच् अचोञ्निति इत्यनेन वृद्धि, वैयोगः इ एचो अयवायावः इत्यनेन वाय् योगः इ वायि लटिरूपं वाययति. प्रजने प्रजने अर्थ अर्थे इट्स् टु मीनिङ्ग्. ओके टु वापयति अण्ड् वाययति अण्ड् प्रजन अर्थे अभावे नास्ति चेत् वाययति. ओके. किमर्थम् इत्युक्ते तत्र सूत्रे एव उक्तम् अस्ति अनुवृत्तिसहितसूत्रे, प्रजने विभाषा वीयते एचः आत् णौ इति. अतः विभाषा विकल्पेन रूपद्वयम्, अतः वापयति वाययति. प्रजनार्थे एव नास्ति चेत् किं भवति, तत्र वाययति इति रूपम् आगच्छति इति रूपत्रयं तावदेव वर्गे अपि कृतवन्तः. अतः अस्माकं यदा आगमः अस्ति चेत् पुक् वा जुक् वा लुक् वा इति आगमः अस्ति चेत् 7.3 सप्तम अध्यायस्य तृतीयपादस्य सूत्राणि यदा अहं प्रदर्शितवती, यत्र यत्र आत्वम् अस्ति चेत् 6.1 तत्र गन्तव्यम्. आत्वप्रकरणं भगिनि तत्र आं वदतु भगिनि. आम् Bhagini, when I see vayayati, then I wouldn't, because there are two forms vayayati, I wouldn't know whether it is prajanarthe or prajanarthe nasti. इदानीं कदापि न वक्तुं शक्नुमः भगिनि. इदानीं वयं पठामः अतः एव जानीमः, अथवा लौकिक अर्थे वापयति वा वाययति वयं तस्य उपयोगमेव न कुर्मः किल. अत्र अर्थमस्ति न, पठित्वा एव जानीमः किल, अथवा न जानीमः पठनार्थे अस्ति वा प्रजनार्थे नास्ति वा किं जानीमः. भगिनी सूत्रं विषये प्रजने वियते वी धातोः एच स्थाने आकार आदेशो भवति, कथं वियते षष्ट्यन्तम् अस्ति धातोः विभाषा वीयते अनुवृत्तिसहित सूत्रे वदति किल वीयते षष्ट्यन्तं द्विपदमिदं सूत्रम् इति. वीयति, इफ् इट् इस् वीयति देन् इट् इस् षष्ठ्यन्तं रूपम् इति वीयतेः, लैक् मुनिः, लैक् मुनि मुनेः वीयति वुड् बि स्तिपा निर्दिष्टं भवन् भगिनि, स्तिपा निर्दिष्टे वीयते, क्षिपो निर्दिशे निर्देशे, सम्यक् तदेव इक्ष्टिपो धातु निर्देश इस् वार्तिका अण्डर् 34108 सम्थिङ्ग् सम्यक् एव इक्ष्टिपा अस्माकं पृच्छति पृच्छति इति आगच्छति किल तद्भि वदतु महोदय स्वरसन्धि इति स्वरसन्धि अस्ति सन्धिकार्य भवति अस्ति किल तत्र एतत्सु इति सूत्रं भवति एत् एतत्सु उत्सु इति तत्र दत्तं स्थिपो धातुनिर्देशे पाघ्राद्मा इदानीं स्मरामि पाघ्राद्मा इति सूत्रम् अस्ति किल भगिनि तत्र भुआदिगणे तद् दीर्घसूत्रं तत्र पृच्छति पृच्छति वृजतीनाम् इति आगच्छति तत्र एव वयं इक्ष्टिपा धातु निर्देशे इति वक्तव्यम् इति वार्तिकं स्वीकृतवन्तः इक्ष्टिप् इति प्रत्ययः भगिनि 33107 भगिनि 33107 106 107 108 33108 वार्तिकमेव वार्तिकम् इट्स् गिवन् इन् मै इट्स् इन् द बुक् दट् आम् आम् 33108 धात्वर्थे इक्ष्टिपौ धातुनिर्देशे वार्तिकम् पुनः वदतु बहवः जनाः वदन्ति 33108 मध्ये तस्मिन् वार्तिकस्य विषये दत्तमस्ति परन्तु एतत्तु भिन्नसूत्रमस्ति एतत् सूत्रस्य अर्थः अहं न जानामि परन्तु तत्र दत्तमस्ति इक्ष्टिपौ धातुनिर्देशे इति एकं वार्तिकमस्ति तत्र इक् स्तिपा इति प्रत्ययद्वयम् अस्ति येन धातोः निर्देशः पाणिनिना कृतम् अस्तु अस्माकं दीर्घसूत्राणि यत्र यत्र वयं पृच्छति वृजतीनाम् इति तत्र इ इति शृणुमः किल तत्र वयं यद् एतदपि पठितवन्तः यङ्लुगन्तप्रसङ्गे यद् धातुः स्तिपा निर्दिष्टमस्ति तस्य यङ्लुगन्तप्रसङ्गे तस्य किमपि नास्ति इति तादृशं पठितवन्तः करपत्रमपि अस्ति भगिनि भुआदिगणे अस्ति तस्मिन् विषये अस्तु अस्तु समापयामः किल तावदेव पठितवन्तः वर्गे अस्तु धन्यवादः धन्यवादः धन्यवादः भगिनी